गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबाधाय सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतं शब्दखण्डे स्मः तत्र गते वर्गे गमनादौ द्रव्यस्य एव कर्मत्वयोग्यत्वम् इति पाठः आरब्धः अस्तु तर्हि तत्र एतद्भिन्नाश्च प्रसिद्धाः सकर्मकधातवः तर्हि अकर्मकात् भिन्नाः सकर्मकधातवः केवलम् अकर्मकात् इति नास्ति पूर्वस्मिन् पाठे अत्र ज्ञा इति धातुः कृ इति धातुः इति एते धातवः पठिताः यद्यपि ते अकर्मकाः तथापि तेषां द्वितीयविभक्तिपदं भवत्येव सविषयकपदार्थाः इति कृत्वा इति अस्माभिः अवगतं तदनन्तरम् इदानीम् एतद्भिन्नाश्च प्रसिद्धाः सकर्मकधातवः ते हि न केवलं व्यापारं क्रियारूपं बोधयन्ति किन्तु तज्जन्यं फलमपि बोधयन्ति गम् धातोः अन्यदेशसंयोगजनकव्यापारबोधकता असकृतेव आवेदिता असकृत् आवेदिता एव अनेकविधग्रन्थपर्यालोचनया च इदमस्माभिः गृहीतं यद् धातवः तादृशं व्यापारं बोधयन्ति यः अन्ततः संयोगम् अथवा संयोगनाशं विभागं विभागनाशं स्वत्वं स्वत्वनाशं वा जनयति इति तर्हि फलानि बहुविधानि भवन्ति किन्तु अत्र यदि अत्र केटगरैस् करणीयं चेत् तदा कथं कर्तुं शक्यते इति चेत् संयोगः अथवा संयोगनाशः विभागः अथवा विभागनाशः स्वत्वम् अथवा स्वत्वनाशः जनयति अन्यानि अपि वा क्रियाजन्यफलानि स्युः इति उक्तं तावत्पर्यन्तम् अस्माभिः अधीतमासीत् तर्हि इतः अग्रे अस्माभिः पठनीयं तर्हि मेहुल् महोदय आरब्धं करोतु तथापि इति पेज् 324 तथापि तेषां मूर्तमात्रनिष्ठत्वं पर्यवस्यति मूर्तानि च पृथिव्यादिचतुष्टयं मनश्च अतः यत्र व्यापारजन्यं फलं तत्रैव धात्वर्थकर्मत्वसम्भवात् क्रियाजन्यफलस्य मूर्ते एव सम्भवात् कर्मत्वम् अपि मूर्तेषु एव घटते इति सर्वसकर्मकधातुयोगे मूर्तवाचकपदानि एव कर्मत्वयोग्यतानिर्वाहकाणि अस्तु सकर्मकधातूनां तथापि मूर्तमात्रनिष्ठत्वं पर्यवस्यति इति अस्ति सकर्मकधातूनां कृते एतद् दत्तमस्ति मूर्तमात्रनिष्ठत्वम् इत्युक्ते ते कुत्र वर्तते तर्हि मूर्तद्रव्येषु एव ते वर्तते इति मन्ये ते ते इत्युक्ते किं सकर्मकधातवः इति सा सकर्मकधातवः मूर्तद्रव्ये वर्तते इति वा तथापि तेषां मूर्तमात्रनिष्ठत्वं हा तदेव अहं चिन्तयामि तथापि तेषां तस्य अर्थः नास्ति खलु यदि धातुः कस्मिंश्चित् मूर्तद्रव्ये भवति वा ओ अस्तु अस्तु अस्तु अत्र फलानि इति खलु फलानि मूर्तमात्रनिष्ठत्वं परिवस्यति अन्यानि अपि वा क्रियाजन्यफलानि स्युः तथापि तेषां फलानां फलानां मूर्तमात्रनिष्ठत्वं परिवस्यति मूर्तमात्रनिष्ठत्वम् इत्युक्ते किम् इत्युक्ते फलानि मूर्तद्रव्येषु वर्तन्ते इति हा तर्हि वयं जानीमः फलम् अपि च फलाश्रयः फलाश्रयस्य कर्मत्वं खलु सामान्यतया फलाश्रयस्य कर्मत्वं भवति अत्र माता अन्नं पचति इत्यत्र पचनक्रियया किं जायते इति चेत् विक्लिप्तिः जायते विक्लिप्तिः जायते विक्लिप्तिः इति फलं कुत्र जायते तण्डुले जायते अथवा अन्ने जायते इति कृत्वा फलाश्रयम् अन्नं कर्मत्वं भवति कर्म भवति एवम् अत्र फलानि बहूनि सन्ति किन्तु सर्वाणि फलानि कुत्र भवन्ति इति चेत् मूर्तमात्रनिष्ठत्वम् इत्युक्ते मूर्तद्रव्येषु एव भवन्ति इति. मूर्तद्रव्यं नाम किम्? महत्परिमाणं नास्ति, किं वद, मध्यमपरिमाणम् इति वा? नास्ति, यस्य महत्परिमाणं नास्ति. इत्युक्ते नित्यम् अनित्यम् अपि च इति अपि नास्ति. यस्मिन् क्रिया जायते इति वा? उत्तमम्. हा, यस्मिन् क्रिया जायते अथवा यस्मिन् क्रिया जातुम् अर्हति सः मूर्तद्रव्यं, तद् मूर्तद्रव्यं. किमर्थम् इति चेत् अत्र परमाणवः नित्याः, अणुपरिमाणवः, तथापि तेषु क्रिया यदा जायते तदा एव संयोगः जायते, तेन द्यणुकम् उत्पद्यते खलु. अतः परिमाणम् अधिकृत्य अथवा नित्यत्वं वा अनित्यत्वं वा अधिकृत्य मूर्तत्वं न वदेम. अत्र क्रिया जायते वा न वा इति द्रष्टव्यं. मूर्तद्रव्यं नाम किम् इति चेत् यस्मिन् क्रिया जायते तदेव मूर्तद्रव्यम्. विभुद्रव्ये क्रिया न जायते अतः तद् विभुद्रव्यम्. अस्तु, अग्रे महोदय. मूर्तानि च पृथिव्यादिचतुष्टयं मनश्च, तर्हि मनः अपि च पृथिव्यादिचत्वारः मूर्त द्रव्याणि इति. तर्हि अत्र पृथिव्यादिचतुष्टयं नाम किम्? पृथ्वी, जल, तेज, वायु अपि च द्रव्यं. चतुष्टयं खलु पृथिव्यादि, पृथिवीम् आरभ्य चत्वारः, चत्वारि द्रव्याणि मूर्तानि. एवं मनश्च, मन यद्यपि मनः अणुपरिमाणुः अस्ति मनसः, तथापि. अस्तु, अग्रे. अतः यत्र व्यापारजन्यं फलं तत्रैव धात्वर्थकर्मत्वसम्भवात्. अस्तु, तर्हि व्यापारजन्यं यत् फलमस्ति तत् फलं यत्र अस्ति तत्रैव धात्वर्थकर्मत्व सम्भवति, अतः क्रियाजन्यफलस्य मूर्ते एव सम्भवात्, कर्मत्वमपि मूर्तेषु एव घटते इति आगच्छति. तदेव वयं दृष्टवन्तः अत्र मूर्तमात्रनिष्ठत्वं फलानां कथं भवति इति एव दत्तम् अत्र. यत्र फलं तत्रैव अकर्मत्वम् इति भवति. अपि च क्रियाजन्यफलं मूर्तद्रव्येषु एव सम्भवति, अतः मूर्तेषु एव कर्मत्वमपि घटते इति. सर्वसकर्मकधातुयोगे मूर्तवाचकपदानि एव कर्मत्वयोग्यतानिर्वाहकाणि. तर्हि सकर्मकधातूनां यदि प्रयोगः पश्यामः तर्हि तत्र मूर्तवाचकपदानि एव कर्मत्वयोग्यतानिर्वाहकाणि भवन्ति इति आगच्छति. सर्वसकर्मकधातुयोगे किन्तु इदानीं भवतः स्वचिन्तनं किम् अत्र? तर्हि स्वशब्दैः वदतु, अत्र नियमः कः इत्युक्ते सर्वसकर्मकधातूनां प्रयोगे पृथ्वी, जल, तेज, वायु इति चत्वारः अपि च मन इति पञ्च मूर्तद्रव्येषु कर्मत्वं वर्तते इति. सामान्यभाषया वदतु महोदय, अत्र न्यायभाषया मा वदतु, सामान्यभाषया. तर्हि किं किम् अत्र कर्मकारकं, किं किं कर्मकारकं भवितुम् अर्हति? ओ, अस्तु अस्तु. हा, किं किं कर्मकारकं? तर्हि पृथ्वी, जल, तेज, वायु अपि च मन इति. केवलं मूर्तद्रव्याणि इति वदतु, एकेन पदेन वक्तुं शक्यते खलु? मूर्तद्रव्येषु कर्मत्वं वर्तते. तर्हि मूर्तद्रव्यं नाम किम् इति चेत् अत्र इतोपि विवरणं दातुं शक्यते. किन्तु मूर्तद्रव्याणि एव कर्मकारकं भवितुम् अर्हति इति नियमः इदानीं. तर्हि तस्मिन् विषये भवतः स्वचिन्तनं किम्? अत्र एकं सकर्मकधातुः वद. पठ धातु अस्तु पठ किं तर्हि पठ धातुं प्रयुज्य एकं वाक्यं वदतु पुस्तकं पठति अस्तु तर्हि इदानीं पुस्तकम् इति कीदृशपदम् कीदृशद्रव्यम् इति पृथि पार्थिवद्रव्यं मूर्तद्रव्यम् अतः अत्र मूर्तद्रव्यम् इति वदति चेत् पर्याप्तं पार्थिवम् इति विशेषः नास्ति अत्र मूर्तद्रव्यमस्ति खलु मूर्तद्रव्यं पुस्तकमिति मूर्तद्रव्यम् अतः कर्म भवितुमर्हति कर्मकारकं भवितुमर्हति अस्तु अन्यद् एकम् उदाहरणं वदतु अन्नं खादति अस्तु खाद् इति धातुः सकर्मकधातुः अन्नं खादति अन्नमिति मूर्तद्रव्यम् अतः कर्मकारकं भवितुमर्हति कर्मकारकं भवितुमर्हति अस्तु अत्र दृश् इति धातुम् उपयुज्य एकं वाक्यं वदतु दृश् अस्तु चित्रं पश्यति चित्रमिति मूर्तद्रव्यम् अस्तु तत्र रामः चित्रं पश्यति इत्यत्र चित्रमिति मूर्तद्रव्यम् अतः कर्मत्वं भवितुमर्हति तर्हि रामः आकाशं पश्यति इति वाक्यं भवति वा न भवति यतोहि आकाशम् इति कर्मत्वम् अत्र मूर्तद्रव्येषु एव वर्तते परन्तु आकाशः इति तु आकाश इति तु नित्य द्रव्यमस्ति न तु नित्यम् इति मा वदतु नित्यत्वेन अत्र हेतुः समीचीनतया वक्तव्यम् एकेन पदेन वक्तुं शक्यते रामः आकाशं पश्यति इति वाक्यं दोषाय यतोहि आकाश इति नित्यपदार्थः नित्यद्रव्यम् नित्यद्रव्यम् इति कृत्वा नित्यत्वम् अत्र नित्यत्वस्य महत्त्वं नास्ति खलु इदानीमेव अस्माभिः चिन्तितं परमाणुः नित्यमस्ति तथापि मूर्तमस्ति खलु तर्हि किं वदनीयम् आकाश इति अमूर्तद्रव्यमिति वा हा अमूर्तम् इत्युक्ते आकाशः इति कीदृश अत्र यत्र यत्र अनुमानेन यत्किमपि साधयामः तत्र किं किं लाघवात् स्वीकुर्मः विभुः विभुत्वं नित्वत्वं नित्यत्वम् एकत्वं खलु तर्हि अत्र विभुत्वात् इति वक्तव्यम् ओ अस्तु अस्तु विभुत्वात् न तु नित्यत्वात् विभुत्वात् अथवा अमूर्तत्वात् इति वक्तव्यम् अमूर्तत्वात् रामः आकाशं पश्यति इति वाक्यं दोषाय अमूर्तत्वात् किमर्थम् अमूर्तत्वात् विभुत्वात् नित्यत्वात् इति महत्त्वं नास्ति अत्र विभुत्वात् कः विभुः यस्मिन् क्रिया न जायते सः विभुः यस्मिन् क्रिया जायते सः मूर्तः स च मूर्तद्रव्यं नित्यमपि भवितुमर्हति अनित्यमपि भवितुमर्हति अतः नित्यत्वम् इति हेतुः दोषाय अस्तु इदानीम् अन्यदपि वाक्यमहं वदामि सः रामः आकाशम् अनिमिनोति हरि ओम् अनिमिनोति इति तु एतत् वाक्यं तु समीचीनं तर्हि अत्र अत्र समीचीनम् इत्युक्ते हा अत्र अत्र आकाशमिति किम् आकाशम् इति तु अमूर्तद्रव्यम् न न अस्मिन् वाक्ये कर्मकारकम् हा किन्तु इदानीमेव अस्माभिः उक्तं खलु मूर्तद्रव्याणि एव कर्मकारकाणि भवन्ति इति नियमः स्वीकृतः परन्तु तत्तु सकर्मकधातूनां योगे अनुमिनोमि इति मा इति धातुः सकर्मकः अकर्मकः वा सकर्मकः खलु किम् अनुमिनोति इति भवति सत्यं हा खलु तर्हि अपवादः हा इति स्वचिन्तनं कार्यम्. अत्र किमर्थम् एतादृशप्रश्नः मया क्रियते इति चेत्, प्रथमम् अत्र पुस्तके किं लिखितमस्ति इति अवगन्तव्यम् सामान्यशब्दैः. तर्हि अत्र अस्मिन् परिच्छेदे, अस्मिन् भागे, यः भागः भवता पठितः तस्मिन् भागे किमुक्तम्? कर्मकारकाणि मूर्तद्रव्याणि एव भवन्ति इति उक्तं. तावदेव सामान्यभाषया अहं वदामि. अत्र पृथिवी, चतुष्टयं, मनः इति मया न वदति, अहं न वदामि, केवलं सामान्यभाषया. कर्मकारकाणि मूर्तद्रव्याणि एव भवन्ति इति नियमः अत्र उक्तः. तर्हि इदानीम् अस्माभिः तस्य परिशीलनं कुर्मः. कृत्वा इदानीं मा इति अकर सकर्मकधातुः, तत्र आकाशम् इति विभुद्रव्यं यदमूर्तमस्ति तस्यापि सङ्गच्छते एव इति कृत्वा तत्र अपवादः अस्ति. सर्वत्र एषः नियमः न गच्छति इति स्वचिन्तनं कर्तव्यं. यदा वेदान्तं पठन्ति तथा तत्रापि एवमेव चिन्तनीयम्. अत्र प्रथमम् आचार्यः अथवा ग्रन्थकारः किं वदति इति अवगन्तव्यं सम्यक्. तदेव श्रवणम् इति नाम. श्रवणं नाम किम् इति चेत्, वक्तुः विवक्षा यदासीत् सत् समीचीनतया अवगता अस्ति चेत् तदा श्रवणं जातम्. श्रवणमित्युक्ते केवलं किमपि न अवबुध्य केवलं अत्र श्रोत्रेन्द्रियं प्रयुज्य शब्दः मम कर्णे आगच्छति चेत् तत्र श्रवणं जातमिति नास्ति. यदुक्तं तद् अवगन्तव्यं. कथम् अवगन्तव्यम् इति चेत्, यथा विवक्षितं तथा अवगन्तव्यं, तदा श्रवणं जातम्. तर्हि श्रवणं जातं चेत् ज्ञानं प्राप्तं वा? आम्, ज्ञानं प्राप्तं. किन्तु स च ज्ञानं ससन्देहः भवितुमर्हति. ससन्देहं वक्तुं शक्यते. यथा इदानीम् अस्तु, अहं परिशीलनं करोमि. प्रथमम् अत्र ग्रन्थकारेण यदुक्तं तत् श्रुत्वा, तद् मया श्रुतं, तस्य विवक्षा मया अवगता. इदानीं स्वपरिशीलनमहं करोमि, तदेव मननम् इति. तर्हि इदानीं मननं क्रियते, तदेव इदानीम् अस्माभिः कृतं. तर्हि रामः आकाशम् अन्विनोति इत्यत्र सकर्मकधातुः अस्ति. किन्तु आकाशम् इति विभुद्रव्यमस्ति, मूर्तद्रव्यं नास्ति. तथापि तत्र कर्मकारकृतं भवितुमर्हति. तर्हि एषः नियमः औत्सर्गिकेन, तत्र अपवादाः भवन्ति एव इति निगमनं कुर्मः. अस्तु, तदनन्तरम् इदानीं मननं जातं. तदनन्तरम् अन्यस्मिन् दिने यदा अत्र चिन्तनं भवति, अस्माभिः विस्मृतम् एतद् अपवादः विस्मृतः. किं मनसि अस्ति? केवलम् अत्र औत्सर्गिकनियमः यदस्ति तदेव मनसि अस्ति. तर्हि अन्यस्मिन् दिने कोऽपि वदति अत्र रामः आकाशं पश्यति अथवा कालं पश्यति. कालम् इति स्वीकुर्मः, कालमिति विभुद्रव्यम्. तर्हि सकर्मकधातूनाम् अत्र मूर्तद्रव्याणि एव भवन्ति. किमर्थं भवान् वदति अत्र कालमिति विभुद्रव्यं वदति? तत् कथम् इति चेत्, अस्माभिः श्रुतं, तस्य अपवादः अपि चिन्तितः, मननम् अस्माभिः कृतं, किन्तु तत्र दार्ढ्यं न जातम् इति कृत्वा निदिध्यासनं करणीयम्. यदा निदिध्यासनं कुर्मः, पुनः पुनः चिन्तनम्, यावत्पर्यन्तं स्मरणे, इत्युक्ते यदा अहं मम पौत्रं पाठयामि 2+2=4, एकवारं पाठयित्वा तदनन्तरं पृच्छामि चेत् तत्र झटिति तेन न वक्तुं शक्यते. किन्तु कालेन, महसा अभ्यासेन किं जायते, तत्र दार्ढ्यं जायते, इत्युक्ते दृढसंस्कारः जायते. तर्हि इदानीं यदि अहं स्वपन्नस्मि, ऐ एम् स्लीपिङ्ग्, स्वपिमि, तर्हि तदा माम् उत्थाय यदि कोऽपि पृच्छति 2+2, झटिति अहं विना चिन्तनमहं वदामि 4 इति. किमर्थं? इति चेत् तस्मिन् विषये निधिध्यासनं जातम्. सो ऐ डोण्ट् हेव् टु थिङ्क् वाट् इस् 2+2. ऐ केन् जस्ट् से दट् इस् निधिध्यास इति भेदः. अस्तु अग्रे गच्छामः. धन्यवादः महोदय. अग्रे सत्यभामः भगिनी पठति वा? अत एव तत्र वक्तुं शक्यते वा अनुमिनोति इति यत् अस्ति तत् ज्ञानस्य विषयः अस्ति, तर्हि तदपि ज्ञादातु यदा वयं चिन्तितवन्तः तादृशमेव तस्य अपि चिन्तनं भवति इति. हा सत्यं, किन्तु अत्र ज्ञा इति धातुः अकर्मकः वा सकर्मकः वा? ज्ञा इति अकर्मकः अस्ति. एकनिमिषम् अहं पश्यामि. ज्ञा इति धातुः अकर्मकः अस्ति खलु? आम् महोदय. हा ज्ञा इति धातुः अकर्मकः, तथापि तस्य कर्म भवति इति कृत्वा एवम् उक्तम्. किन्तु इदानीं मा इति धातुः स्वयम् अकर्मकः नास्ति, स्वयं सकर्मकः अस्ति. तर्हि मा इति धातुः स्वयं सकर्मकः अस्ति इति कृत्वा इदानीं नियमः कः? सामान्यनियमः. अत्र औत्सर्गिकनियमद्वयमस्ति, अकर्मकधातूनां कर्म न भवति इति एकः नियमः. अन्यः नियमः सकर्मकधातूनां कर्म भवत्येव इति द्वितीयः नियमः. प्रथमनियमस्य अपवादः कः? अकर्मकधातूनां यद्यपि कर्म न भवति, यद्यपि ज्ञा इति धातुः अकर्मकधातुः अस्ति, तथापि सविषयकधातुः अस्ति इति कृत्वा ज्ञाधातुः इष्य इति धातुः तेषाम् अत्र कर्म भवत्येव. वस्तुतः कर्म इति नास्ति, द्वितीयाविभक्तिपदं भवत्येव इति अधीतम् अपवादत्वेन. एवम् अत्र सकर्मकधातूनां मूर्तद्रव्याणि एव कर्मकारकाणि भवन्ति इति नियमः, तस्य अपवादः. इदानीं यद्यपि मा इति धातुः सकर्मकधातुः, यद्यपि कालः अथवा आकाशः विभुद्रव्यम् इत्युक्ते अमूर्तद्रव्यं, तथापि तेषु कर्मत्वं भवत्येव इति अपवादः. अस्तु अग्रे महोदय. सती मम भगिनि. आं महोदय. अत एव गां ददाति मयि, ततः एव खलु? सत्यम्. अत एव गां ददाति मैत्रः, ग्रामं गच्छति चैत्रः, तण्डुलं च पचति विष्णुगुप्तः इत्यादिप्रयोगाः साधवः. गोग्रामतण्डुलादिमूर्तबोधकपदैः योग्यता निर्वाहात् न भवन्ति आकाशं वारयति आत्मानम् आनयति वा. विष्णुगुप्तः आत्मानम् आनयति वा विष्णुगुप्तः इत्यादि प्रयोगाः. आकाश आत्मपदौ उपस्थित अर्थानां धातुजन्यफलाश्रयत्व अभावात् बाधानिश्चयस्य विरोधिनः. बाधनिश्चयस्य विरोधिनः सत्त्वेन योग्यतायाः असत्त्वात्. इदानीं मूर्तवाचकपदानि एव कर्मत्वयोग्यता अस्ति इति पूर्वस्मिन् परिच्छेदे उक्तम्. मूर्तद्रव्येषु एव कर्मत्वं भवति इति. सत्यं, कर्मत्वम् अथवा मूर्तद्रव्याणि एव कर्मकारकाणि भवन्ति. अतः इदानीं गां ददाति मैत्रः, ग्रामं गच्छति चैत्रः, तण्डुलं पचति विष्णुगुप्तः इति एतेषु वाक्येषु एते कर्मकारकम् अस्ति, ते सर्वे मूर्तद्रव्याणि एव, अतः तेषु योग्यता अस्ति. अत्र के कर्मकारकाणि? गां ग्रामं तण्डुलम् एतानि पदानि उत्तमम् इति एतानि सर्वाणि मूतद्रव्याणि इत्यतः एते प्रयोगाः साधवः अस्मि अपि च एषु उदाहरणेषु नियमस्य उल्लङ्घनं नास्ति नास्ति अस्तु अग्रे सकर्मः धातुः अपि अस्ति तत्र इदानीं न कुत्र न भवन्ति आकाशं वारयति आत्मानम् आनयति वा विष्णुगुप्तः इत्यादि प्रयोगः असाधवः यतोहि अत्र आकाशम् इति विभु द्रव्यमस्ति आत्मा अपि आत्मा विभु नास्ति परन्तु तत् बहवः अस्ति इति अपि वक्तुं शक्यते खलु बहवः अस्ति चेत् विभु नास्ति इति कुत्र उक्तं तादृश अहं चिन्तितवती तद् दोषाय तदपि विभुः आत्मानः बहवः जीवात्मनः बहवः बहवः किमर्थम् अत्र बहुत्वं स्वीकृतं लाघवत्वादिति बहुत्व इत्युक्ते जीवात्मा परमात्मा इति अस्ति खलु प्रत्येकं जीवः अस्ति अतः तेषां प्रश्नस्य उत्तरं वदतु मया किं पृष्टं किमर्थं तत् स्वीकृतम् इति सम्पूर्णप्रश्नं वदतु किमर्थं बहवः जीवात्मनः इति स्वीकृतम् इति वा इत्युक्ते अस्तु तस्मात् पूर्वं प्रथमं जीवात्मा अस्ति इति केन प्रमाणेन ज्ञायते अनुमानेन अस्तु इतोपि चिन्तनीयं परमात्मा अस्ति इति केन प्रमाणेन ज्ञायते तदपि अनुमानेन एव अस्तु इदानीं तदपि इति मा वदतु अनुमानेन परमात्मा अस्ति इति ज्ञायते तत्र किम् अनुमानं इदानीं जीवाः अस्ति अतः तेषाम् आधारीभूतम् आत्मा अस्ति एव तादृशं तस्य कथम् उत्तरम् ईश्वरस्य इति एतत् सर्वम् अस्माभिः पठितं भगिनि अस्मिन् पुस्तके पठितम् किन्तु पृच्छन्नस्मि पुनस्मारणार्थं पृच्छन्नस्मि नूतनप्रश्नाः सन्ति न सन्ति ईश्वरः अस्ति इति अनुमानप्रमाणेन ज्ञायते इति तु सत्यं किन्तु तत्र अनुमानं किम् ईश्वरः अस्ति चेत् तस्यापि एक आत्मा भवति इति न न मम प्रश्नस्य उत्तरम् इदानीम् ईश्वरः इत्यनेन कः उक्तः इदानीम् ईश्वरः अत्र अस्तु कश्चन व्यक्ति ईश्वरः अस्ति चेत् तस्य आत्मा इति नास्ति ईश्वरः नाम किम् ईश्वरः इति कीदृशद्रव्यम् अस्तु तस्मात् पूर्वम् ईश्वरः इति कीदृशपदार्थः द्रव्यं हा नवद्रव्येषु ईश्वरः कीदृशः आत्मा इति हा तर्हि ईश्वरः इत्युक्ते आत्मा ईश्वरः अस्ति चेत् तस्य आत्मा इति न वक्तव्यम् ईश्वरः नाम किम् आत्मा एव खलु तर्हि ईश्वरः इत्युक्ते कः आत्मा ओके तदेव परमात्मा इति वक्तव्यम् हा ईश्वरः इति एकं द्रव्यं सप्तपदार्थेषु ईश्वरः कः इति चेत् द्रव्यम् कीदृशद्रव्यम् आत्मा अस्तु ईश्वरः स्वयम् आत्मा तस्य नाम अस्ति परमात्मा अस्तु तर्हि ईश्वरः अस्ति इति केन प्रमाणेन ज्ञायते अनुमानेन हा तत्र अनुमानं किं कीदृश अनुमानं कृतं येन अनुमानेन ईश्वरः अस्ति इति अस्माभिः अनुमीयते इदानीं जगतः सृष्टिजातम् अतः तस्य कर्ता कोऽपि भवेत् इति अनुमानं किमर्थं तत्र कर्ता कोऽपि भवेत् इति आवश्यकता कोऽपि भवति इति न भवेत् इति समीचीनतया उक्तवती, किन्तु कर्तारं विना सृष्टिः न भवति इति कथं ज्ञातवती? इदानीं खडम् उत्पादयति चेत् तत्र कोऽपि छेदनः अस्ति चेदेव तस्य उत्पादनं भवति. हा तर्हि किं वक्तव्यम्? अनुमाने दृष्टान्तः वक्तव्यः खलु. अत्र अनुमाने प्रथमं किम् अत्र प्रतिज्ञावाक्यं वक्तव्यं, तदनन्तरं व्याप्तिः, तदनन्तरं दृष्टान्तः इति एतत् सर्वमस्ति खलु. पर्वतः वह्निमान् धूमात् यथा महानसं, तर्हि पर्वतः वह्निमान् इति प्रतिज्ञा, तदनन्तरं धूमात् इति हेतुः, यथा महानसम् इति दृष्टान्तः, तथा च अयम् इति निगमनम् इति उपनयं, तदनन्तरं निगमनवाक्यं, तस्मात् तथा इति. तर्हि अत्र किं वक्तव्यं? घटवत् इति उदाहरणं. सृष्टेः कर्ता चेतनः भवेत्. अत्र चेतनः भवेत् खलु, इदानीं घटः अस्ति किन्तु तत्र दण्डः अस्ति चेत् दण्डः घटात् अन्यः इति कृत्वा दण्डेन घटः उत्पद्यते इति नास्ति. यद्यपि दण्डस्य प्रयोगः अस्ति घटस्य उत्पादनार्थं, दण्डः स्वयम् अचेतनः अस्ति इति कृत्वा चेतनः आवश्यकः. किमर्थं चेतनः आवश्यकः? चेतनः एव चेतनेषु एव तादृश योग्यता अस्ति, अचेतनस्य योग्यता नास्ति इति अहं प्रश्नं पृच्छामि. किमर्थं चेतने एव तादृश योग्यता अस्ति इति वदति? तदेव अस्ति खलु महोदय, अत्र उपपादनीयं खलु, तद् यद्भवती वदति तदेव सत्यं, किन्तु किमर्थम् इति वक्तव्यम्? किमर्थं दण्डे घटम् उत्पादयितुं योग्यता नास्ति, कुलाले एव योग्यता अस्ति इति किमर्थम्? तत्र कृति नास्ति दण्डे इति कृत्वा. किमर्थं आत्मगुण तद् आत्मा नास्ति वक्तव्यं वा? न समीचीनं, किन्तु इतोपि स्पष्टतया वक्तव्यं. कृतिः नास्ति, किमर्थं कृतेः आवश्यकता? कृति विना कथं क्रिया जायते? उत्तमम्, इदानीं भवती अवगतवती. अत्र पश्यतु, सृष्टिः इति क्रिया खलु, कुलालः सृजति, किं सृजति? घटं सृजति, सृष्टिः इति क्रिया. क्रिया जातु, क्रिया कदा जायते? यदा कृतिः जायते तदा क्रिया जायते. कृतिः कदा जायते? कृति छेदनेषु एव कृतिः अस्ति, कृति ज्ञान इच्छा मम अत्र सर्वं मा वदतु भगिनी, स्पष्टतया वक्तव्यम् इति कृत्वा मम प्रश्नं श्रुत्वा तस्यैव उत्तरं वक्तव्यम्. कृतिः कुत्र जायते इति मया न पृष्टम्. कृतिः कदा जायते? कदा इत्युक्ते इच्छा जायते, अथवा किं विना कृतिः न जायते? ज्ञानं विना न, इच्छा विना, इच्छां विना सोपानेन, इच्छां विना कृतिः न जायते, कृतिं विना क्रिया न जायते, सृष्टिः इति क्रिया इति कृत्वा कृतिः अपेक्षिता. कृतिः अपेक्षिता चेत् इच्छा अपेक्षिता. इच्छा कदा जायते? ज्ञानेन जायते. यदा ज्ञानमस्ति खलु, ज्ञानं विना इच्छा न जायते इति कृत्वा तर्हि ज्ञानम् इदानीं कुत्र भवितुमर्हति? ज्ञानम् आत्मनि भवितुमर्हति. चेतने आत्मनि भवितुमर्हति इति कृत्वा चेतनस्य एव योग्यता इति वक्तव्यम् अत्र एतत् सर्वम् अवगन्तव्यम् एतत् सर्वम् अस्माभिः अधीतमपि अधीतमेव हा तर्हि अत्र परमात्मा अत्र परमात्मा अनुमा परमात्मा इत्युक्ते ईश्वरः ईश्वरः अस्ति इति केन प्रमाणेन ज्ञायते अनुमानप्रमाणेन ज्ञायते किम् अनुमानम् अत्र सृष्टिः इति क्रिया अस्ति कृतिं विना क्रिया न जायते इच्छां विना कृतिः न जायते ज्ञानं विना इच्छा न जायते ज्ञानं तु आत्मनि एव भवति इति कृत्वा इदानीं यदा यदि सृष्टिः जायते इति अस्माभिः अभ्युपगम्यते तदा तत्र कोऽपि स्रष्टा भवेत् कर्ता भवेत् इति अनुमानम् तर्हि इदानीं परमात्मा अनुमानेन ज्ञायते इति कृत्वा लाघवार्थं किं किं तत्र स्वीकुर्मः नित्यत्वं विभुत्वम् एकत्वं हा नित्यत्वं विभुत्वम् एकत्वं स्वीकुर्मः अस्तु इति परमात्मनः विषये अस्तु इदानीं जीवात्मा जीवात्मा अस्ति इति केन प्रमाणेन ज्ञायते अनुमानेन किमर्थम् अनुमानेन न द्रष्टुं शक्यते प्रत्यक्षेन अनुमानमेव प्रत्यक्षेन न द्रष्टुं शक्यते प्रत्यक्षेन इत्युक्ते केन इन्द्रियेण न द्रष्टुं शक्यते केनापि इन्द्रियेण न द्रष्टुं शक्यते खलु वदतु अत्र केवलं पुनस्मारणार्थम् अहं पृच्छन्नस्मि चक्षुषा न द्रष्टुं शक्यते तत्र उपपत्तिः वदतु किमर्थं चक्षुषा न द्रष्टुं शक्यते मूर्तेषु एव इन्द्रियेण संयोगः भवति इन्द्रियस्य मूर्तद्रव्येण सह एव इति नास्ति खलु घट आकाशयोः मध्ये संयोगः भवति वा न वा संयोगः भवति संयोगः भवति तर्हि इदानीम् आकाशः विभुः वा मूर्तद्रव्यं वा आकाशः विभुः तर्हि भवती इदानीमेव उक्तवती मूर्तद्रव्ययोः मध्ये एव संयोगः भवति इति किन्तु चक्षुषा न द्रष्टुं शक्यते अस्य कारणं परिमाणं मध्यमपरिमाणम् अथवा इतोपि एकपरिमाणम् अस्ति चेत् एव तस्य संयोगः जायते आत्मा अणुपरिमाणमस्ति इति कृत्वा आत्मा अणुपरिमाणं वा अणुपरिमाणं महत् परिमाणं न अवगतं महोदय अहम् इदानीं दृष्ट्वा वदामि वा विभुः इति इदानीमेव उक्तवती खलु विभुः इति उक्तवती परन्तु अत्र मम किञ्चित् सन्देहः बहवः आत्मानि तदनन्तरं चिन्तयेम अत्र यु शुड् नाट् क्रमेण चिन्तनीयं यु आर् कन्फ्यूसिङ्ग् टु मेनि थिङ्ग्स् अण्ड् देन् यु विल् हेव् डिफिकल्टीस् ओके क्रमेण चिन्तये मम प्रश्नः कः किमर्थं चक्षुषा आत्मा न गृह्यते अस्य उत्तरं किम् रूपं नास्ति चक्षुषा उत्तमं तदेव वक्तव्यं किमर्थमत्र परिमाणविषये चिन्तयति मूर्तविषये चिन्तयति रूपं नास्ति खलु आत्मनि रूपं न जायते रूपः नास्ति रूपम् इति गुणः नास्ति रूपं नास्ति चेत् चक्षुषा न गृहीतुं शक्यते हा इति कृत्वा एवम् अत्र त्वगिन्द्रियेण न गृहीतुं शक्यते किमर्थमिति चेत् स्पर्शः इति गुणः आत्मनि नास्ति एवम् अत्र शब्दः नास्ति आत्मा इति शब्दः नास्ति अथवा आत्मनि शब्दः नास्ति अपि च श्रोत्रीन्द्रियेण केवलं शब्दः इति गुणः एव दृश्यते. घ्राणेन्द्रियेण गन्धः इति गुणः एव दृश्यते. रसनेन्द्रियेण रसः इति गुणः एव दृश्यते. इति कृत्वा पञ्चैः इन्द्रियैः आत्मा न गृह्यते इति तु सत्यं. किन्तु कति इन्द्रियाणि वर्तन्ते? मनः अपि इन्द्रियमेव. हा, तर्हि इदानीं मनसा आत्मा ग्रहीतुं शक्यते वा न वा? ग्रहीतुं शक्यते. हा, तर्हि मानसप्रत्यक्षम् अङ्गीकर्तव्यं खलु. किमर्थम् अनुमानमिति उक्तवती? न न, भवतु, अत्र यु हाव् टु आल् दीस् वी हव् डिस्कस्ड् बट् दट् क्लारिटि हेस् टु रिमेन् इन् हेड्. भवतु, समीचीनम्, उत्तमं, किन्तु अस्तु. तर्हि इदानीं मानसप्रत्यक्षं तु भवति आत्मनः, किन्तु मनसा आत्मा अस्ति इति गृहीतुं शक्यते. किन्तु मनसा आत्मनः परिमाणं ग्रहीतुं शक्यते वा? न शक्यते खलु. आत्मा अस्ति, आत्ममनसंयोगः जायते. आत्मा इति द्रव्यं, मनः इति द्रव्यं, तर्हि आत्ममनसंयोगः जायते इति कृत्वा आत्मा अस्ति इति मानसप्रत्यक्षेन ज्ञातुं शक्यते. तत्र अनुमानं न आवश्यकं. किन्तु आत्मनः परिमाणं किम् इति चेत्, परिमाणम् आत्मनः परिमाणं तु मनसा न गृहीतुं शक्यते. इत्यतः परिमाणं वक्तुं तत्र अनुमानं कार्यम्. अनुमानेनैव आत्मनः परिमाणं वक्तव्यम्. नित्यत्वम् अपि, नित्यं वा अनित्यं वा इति मनसा न गृहीतुं शक्यते. इति कृत्वा आत्मनः नित्यत्वम्, आत्मनः नित्यत्वम् अथवा अनित्यत्वम्, आत्मनः परिमाणम्, अपि च एकत्वं वा अनेकत्वं वा. अत्र आत्मनः परिमाणं न गृहीतुं शक्यते इति कृत्वा आत्मनः एकत्वम् अथवा अनेकत्वम् अपि मनसा न गृहीतुं शक्यते. घटस्य परिमाणम् अत्र न्यूनमस्ति, मूर्तद्रव्यमस्ति इति कृत्वा, अपि च अत्र मूर्तद्रव्येन सह चक्षुरिन्द्रियस्य संयोगः जायते इति कृत्वा तत्र घटे विद्यमान एकत्वं चक्षुरिन्द्रियेण ग्रहीतुं शक्यते, किन्तु मनसा न ग्रहीतुं शक्यते. तर्हि अत्र सङ्ख्या, आत्मनः एकत्वं वा अनेकत्वं वा, आत्मनः विभुत्वं वा मूर्तत्वं वा, मूर्तत्वमिति न वक्तव्यं, मध्यमपरिमाणं वा अनुपरिमाणं वा, अथवा नित्यत्वं वा अनित्यत्वं इति, एतत् सर्वं मनसा न ग्रहीतुं शक्यते. केवलम् आत्मा अस्ति इति ग्रहीतुं शक्यते. तर्हि आत्मनः परिमाणं, सङ्ख्या, अपि च नित्यत्वम् इत्येतेषां विषये अनुमानमेव शरणम् इति कृत्वा, यदा अनुमानं कुर्मः तदा किं किं लाघवार्थं स्वीक्रियते? एकत्वं, नित्यत्वं, विभुत्वम्. अस्तु, तर्हि आत्मनः विभुत्वं स्वीकुर्मश्चेत् क्लेशः नास्ति. आत्मनः नित्यत्वं स्वीकुर्मश्चेत् क्लेशः नास्ति. किन्तु इदानीम् एकत्वं स्वीकुर्मश्चेत् कः क्लेशः भवति? एकः एव आत्मा अस्ति इति स्वीकुर्मश्चेत् कः क्लेशः भवति? परमात्मा अपि एकः एव, इतोपि एकः क्लेशः इति चेत् बहवः जीवाः सन्ति. एकः एव, एकनिमिषं, परमात्मा एकः एव इति कृत्वा जीवात्मा एकः न भवितुमर्हति इति न वक्तव्यं. तत्र किमर्थम् एकः परमात्मा एकः जीवात्मा इति किमर्थं न स्यात्? जीवाः बहवः सन्ति खलु. न, तदेव प्रश्नः खलु, किमर्थं जीवाः बहवः इति प्रश्नः यस्मिन् विषये चिन्तनं कुर्मः तदेव उत्तरत्वेन न वक्तव्यम् अहं किं चिन्तितवती तदेव प्रश्नः इति एव अहम् उक्तवती इदानीं वदतु महोदय एकस्मिन् समये प्रत्येकस्मिन् आत्मनि एक एव दुःखः अपि च सुखः अनुभवामः खलु यदा एक एव आत्मा अस्ति चेत् तादृशम् अनुभवः नास्ति यतः भिन्नभिन्न आत्मानि भवन्ति उत्तमम् उत्तमं सुखं दुःखम् इत्यादयः विशिष्ट आत्मगुणाः सन्ति यदि एकमेव जीवात्मा अनुमानेन जीवात्मनः सङ्ख्या स्वीक्रियते तर्हि तत्र लाघवार्थम् एकत्वं स्वीकर्तव्यं किन्तु एकः एव जीवात्मा इति यदि वदामः तदा किम् आपत्तिः भवति सः दोषः भवति इति चेत् एकस्मिन् समये यस्मिन् समये अहं सुखमनुभवामि तस्मिन्नेव समये अन्यः दुःखम् अनुभवति यदि एकः एव आत्मा एकस्मिन् समये एकस्मिन् आत्मनि सुखमपि जायते दुःखमपि जायते इति न भवति इति कृत्वा अपि च तत्र यस्मिन् समये अहं दुःखम् अनुभवामि अन्यस्मिन् समये तस्मिन्नेव समये अन्यः दुःख सुखम् अनुभवति अन्यः उभयमपि न अनुभवति इति कृत्वा अत्र अनेकत्वं लाघवार्थम् एकत्वं स्वीकुर्मश्चेत् क्लेशः भवति तर्हि अनुमानेन यद्यत् ज्ञातयामः तत्र सर्वत्र एकत्वं नित्यत्वं विभुत्वं स्वीकुर्मः कदा यदा क्लेशः न भवति यदा क्लेशः न भवति क्लेशः भवति चेत् तत्त्याज्यं तदनन्तरं यत् समीचीनमस्ति तदेव स्वीकार्यं तर्हि आत्मा एकः जीवात्मा एकः इति वदामश्चेत् यथा इदानीं महुल् महोदयेन उक्तं सुखदुःखादयः आत्मनि एव जायन्ते यदि एक एव आत्मा तर्हि एकस्मिन् समये एकस्मिन् आत्मनि सुखमपि भवति दुःखमपि भवति अतीवसुखं भवति लघुसुखं भवति इत्यादि भिन्नभिन्न अनुभवानि अनुभवाः न भवन्ति इति कृत्वा तत्र एकत्वं सन्त्यज्य अनेकत्वं स्वीक्रियते अवगच्छति किम् आं महोदय हा इति एतत् सर्वं मनसि भवेत् भगिनि अस्तु अत्रैव इतोपि अत्र पुनश्चिन्तनं जायमानमस्ति इति कृत्वा अत्र एकत्वं किमर्थं जीवात्मनः अनेकत्वं स्वीकृतम् इति अस्माभिः प्रतिपादितम् इदानीम् अस्तु अनित्यत्वं स्वीकुर्मश्चेत् कः क्लेशः भवति नित्यत्वं त्यजामश्चेत् अनित्यत्वं स्वीकुर्मश्चेत् अनित्यत्वं स्वीकुर्मश्चेत् यदि आत्मा जीवात्मा अनित्यः इति वदामः चेत् इदानीम् अस्माभिः किं कृतं जीवात्मनः अनेकाः इति उक्तं तर्हि अनेकाः जीवात्मनः तत्र नित्याः इति वदामश्चेत् तत्र लाघवं नास्ति तर्हि भवतु सर्वे जीवात्मनः अनित्याः इति यदि अहं वदामि तदा कः क्लेशः भवति यः जानाति सः वदतु ऐक्यं न भवति जीवब्रह्म ऐक्यं न भवति वा तदेव तदेव अत्र वेदान्ते वेदान्तवर्गे नास्ति न्यायवर्गे स्मः अपि च अत्र ब्रह्म इति किमपि नास्ति केवलम् ईश्वरः जीवात्मनः अस्तु मेल् महोदय वदतु अहं चिन्तयामि संस्कारः यदस्ति तर्हि संस्कारस्य कण्टिन्युयेशन् इति पुनर्जन्म यदा प्राप्नुमः तदा तत्सर्वं नीत्वा एव संस्कारेण एव अग्रिमजन्म भवति तर्हि यदा एकनिमिषम् रमेश् महोदय वदतु। यदि आत्मा अनित्यम् इति वक्तव्यं तर्हि तस्य उत्पादनं कदा भवति, कः करोति, एतत् सर्वं वक्तव्यं। तद् तस्मिन् लाघवं नास्ति इति वयं तद् नित्यम् इति वदामः। हा, इति उत्तमम्। इति एकः समाधानम्, एकं समाधानम्। यदि आत्मा अनित्यम् इति वदामः, अनित्यवस्तु जायते खलु, तर्हि इदानीं कार्यं भवति आत्मा, तर्हि कस्मात् जायते? यथा घटः जायते, कस्मात् जायते? कपालात् जायते, कपालः कपालिकात् जायते। अन्ततो गत्वा परमाणूनां संयोगेन घटः जायते इति वक्तव्यं, तर्हि परमाणवः नित्यः। एवम् आत्मा अनित्यः इति चेत् कस्मात् द्रव्यात् इत्युक्ते आत्मनः समवायीकारणं किम्? न्यायभाषां वदामश्चेत् आत्मनः समवायीकारणं किम् इति वक्तव्यम्। अन्ततो गत्वा सर्वेषां कार्याणां समवायीकारणानि तेषां परमाणवः भवन्ति, किन्तु आत्मा नित्य अनित्यः इति वदामश्चेत् आत्मनः समवायीकारणं किम्? पार्थिवपरमाणवः वा, जलीयपरमाणवः वा, तैजसीयपरमाणवः वा, वायुः वा, आकाशः वा, कालः वा, दिक् वा, मनः वा, इति एतानि द्रव्याणि एव सन्ति। समवायीकारणं तु सर्वदा द्रव्यमेव भवति इति अपि नियमः अस्माभिः अधीतः। तर्हि समवायीकारणं किम् इति न वक्तुं शक्यते। अतः नित्यत्वम् इति एकम्, अपि च यद् महुल् महोदयेन उक्तं तदपि सत्यं, किन्तु तत्र संस्कारः इति न वक्तव्यः महोदय, धर्माधर्मः इति वक्तव्यम्। नव आत्मगुणाः सन्ति खलु, तेषु धर्माधर्मः। धर्माधर्मः इत्युक्ते, धर्मः इत्युक्ते पुण्यम्, अधर्मः इत्युक्ते पापम्। तर्हि यदि आत्मा अनित्यः अस्ति, तदा आत्मनः नाशः, आत्मनः जननं कदा भवति इति चेत्, यदा अस्य शरीरस्य जन्म जायते तदा एव आत्मा जायते इति वक्तव्यम्। कदा आत्मनः नाशः भवति? यदा अस्य शरीरस्य नाशः भवति तदा आत्मनः नाशः भवति इति वक्तव्यम्। तत्र कः क्लेशः भवति? अकृतहानिः, कृतहानिः अकृत अभ्यावगमः इति नियमः अस्माभिः पठितः। वि रेड् दिस्। अकृतहानिः अकृत अभ्यागमः, कृतहानिः अस्मिन् जन्मनि अहं, मया बहूनि पापानि क्रियन्ते, तर्हि यदि अग्रिमजन्मनि मम आत्मा तत्र न वर्तते तदा किं भवति? यानि पापानि मया कृतानि तानि सर्वाणि अपि नश्यन्ति इति कृत्वा तत्र कोऽपि मया पुण्यानि कर्तव्यानि इति न चिन्तयति, लैक् टुडेस् पोलिटिशियन्स्। दे हेव् नो फियर्, दे आर् डूयिङ्ग् आल् अट्रासिटीस् अर्निङ्ग् मनी थिङ्किङ्ग् दट् दे यु नो दे हेव् ओन्ली वन् जन्म, हू केर्स् अबौट् द नेक्स्ट् जन्म, नोबडी बिलीव्स् इट्, सो लेट् मी कावपियो मजा करो। चारुवाकानां मतं, यावज्जीवेत् सुखं जीवेत्, ऋणं कृत्वा घृतं पिबेत्, ऋणं कृत्वा घृतं पिबेत्, बारो मनी एन्जाय्, सो हू इस् गोयिङ्ग् टु पे फार्, हौ आर् यू बादर्ड् अबौट् इट्, यु आर् गोयिङ्ग् टु डै इति भवति। तर्हि कृतहानिः भवति, अपि च अकृत अभ्यागमः। कोऽपि श्वानजन्मं प्राप्नोति, श्वाने अपि अत्र आत्मा अस्ति, चेतनः अस्ति खलु श्वानमपि, सो वै वाज् ऐ बोर्न् एस् अ ह्यूमन्, वै वाज् दट् बोर्न् एस् अ डाग्? बिकास् दट् आत्मा डिड् सम् पापास् बिफोर्, देर् फोर् ही वाज् बोर्न् एस् अ डाग्, बिकास् ऐ हेव् डन् सम् पुण्य, ऐ वाज् बोर्न् एस् अ ह्यूमन् बीङ्ग् इति अस्ति। सो यू केनाट् एक्स्प्लेन् एनी आफ् दीस् थिङ्ग्स्, देर् फोर् नित्यत्वम्। अस्तु, अन्तिमप्रश्नः, किमर्थं विभुत्वं स्वीकर्तव्यम्? विभुत्वं स्वीकुर्मश्चेत् वदतु, लाघवार्थं तत्तु उक्तं भगिनि यत्र यत्र अनुमानेन स्वीकुर्मः तत्र लाघवार्थं विभुत्वं स्वीक्रियते इति किन्तु विभुत्वं स्वीकुर्मश्चेत् क्लेशः भवति वा न वा विभुत्वं स्वीकुर्मः चेत् क्लेशः न भवति खलु अस्तु अहं वदामि इदानीं भवती कस्मिन् नगरे वसति पुम्बुहार् नगरे अस्ति इदानीम् अवगतवती विभुत्वं यतोहि अत्र विभुत्वं किमर्थम् इति न जाने किन्तु इदानीं पूर्वं वयम् अधीतवन्तः भिन्नभिन्नमनसि यत् जायते तत्सर्वं ज्ञातुं शक्यते इति भिन्नभिन्न आत्मनि इत्युक्ते पश्यतु इदानीं यत्र भवती अस्ति तत्रापि मम आत्मा अस्ति यत्र भवत्याः मनः वर्तते तत्रापि मम आत्मा अस्ति खलु विभुत्वात् तर्हि यदा मनसि क्रिया जायते तदा भवत्याः आत्मनः अपि च भवत्याः मनः अनयोः मध्ये संयोगः इति न मम आत्मनः मम आत्मना सह अपि संयोगः जायते खलु तत्र मम आत्मा अपि वर्तते मेहुल् महोदयस्य आत्मा अपि वर्तते तर्हि किमर्थम् अत्र भवत्याः मनः अपि च अस्माकम् आत्मा तयोः मध्ये किमर्थं संयोगः न जायते तर्हि अहं वदामि यदि विभुत्वं वदति एषः क्लेशः भवति इति अहं वदामि अतः क्लेशः नास्ति चेत् अनुमानेन लाघवार्थं विभुत्वं स्वीकर्तुं शक्यते इति अस्माभिः उक्तं किन्तु इदानीं क्लेशः मया प्रतिपादितः अपि च इदानीं यद् भवती पश्यति तद् यद् भवत्याः आत्मनि ज्ञानं जायते तद् ज्ञानं मम मयि अपि जायेत खलु किमर्थमिति चेत् मम आत्मा यत्र भवत्याः मनः वर्तते तत्र अस्ति इति कृत्वा यदा भवत्याः मनसि क्रिया जायते तदा तत्र मम आत्मना सह अपि अत्र संयोगः जायते तर्हि इदानीं मम आत्मा अपि च भवत्याः मनः इदानीं संयोगः जातः इति कृत्वा अपि च भवत्याः चक्षुः अपि च भवत्याः मनः अनयोः मध्ये संयोगः अस्ति इति कृत्वा इदानीं यद् भवती पश्यति घटः पश्यति चेत् घटं पश्यति चेत् स च घटं मयापि पश्येयुः अहमपि पश्येत् नास्ति पश्येत् अहमपि पश्येत् किन्तु न जायते तत् कथम् तर्हि अहं वदामि प्रत्येकं स्वीकरो एकनिमिषं यदि तर्हि अहं वदामि अत्र विभुत्वं मा स्वीकरोतु विभुत्वं स्वीकरोति चेत् एषा दृढक्लेशः भवति अतः विभुत्वं मा स्वीकरोतु इति अहं वदामि तर्हि तस्य समाधानं कथं करोति भवती अतः एव प्रत्येकम् आत्ममनसंयोगः एव भवति अन्येन सह न भवति इति इति नियमः वक्तव्यः एकस्य मनः एकेन आत्मना एव विशिष्टसंयोगः भवति मम आत्मा अपि च भवत्याः मनः इति अनयोः मध्ये यदा कदापि संयोगः न जायते किमर्थम् इति चेत् भवत्याः मनः इति उक्तं खलु इति कृत्वा तर्हि तत्र यद्यपि आत्ममनसंयोगः अस्ति स च आत्ममनसंयोगः विशिष्टसंयोगः अस्ति इट्स् अ डिफरेण्ट् संयोग इट् इस् नाट् लैक् अस्य घटस्य आकाशेन संयोगः अन्यस्य घटस्य तेनैव आकाशेन संयोगः इति यथा भवति तथा अत्र नास्ति. मनः विशिष्टः अस्ति. किमर्थम् इति चेत् मनसि अपि विशेषः इति पदार्थः वर्तते. सप्तपदार्थाः के? द्रव्यगुणकर्म सामान्यविशेषसमवाय अभावः. तेषु विशेषः इति पदार्थः कुत्र वर्तते? नित्यद्रव्येषु वर्तते. नित्यद्रव्येषु वर्तते. सर्वेषु नित्यद्रव्येषु विशेषः इति पदार्थः वर्तते. येन पदार्थेन अत्र एषः भिन्नपदार्थः अन्यः भिन्नपदार्थः इति व्यवहारः कर्तुं शक्यते. तर्हि मनसि अपि विशेषः इति पदार्थः वर्तते. येन पदार्थेन मम मनः भिन्नः भवत्याः मनः भिन्नः. भिन्नं मनः इति नपुंसकलिङ्गम् अतः सकलिङ्गम् नपुंसकलिङ्गम् इति कृत्वा भिन्नम् इति वक्तव्यम्. तर्हि मनयोः मध्ये भेदः कथं साधितः इति चेत् विशेषः इति पदार्थं स्वीकृत्य साधितः. तर्हि तेन विशेषेण यद्विशेष्यः यद्विशेषः इति पदार्थः प्रत्येकं मनसि वर्तते तत्र विशेषस्य सामर्थ्यं किम् इति चेत् एकेन आत्मना सह एव तस्य संयोगः जायते इति निर्वाहः. इति कृत्वा यः दोषः मया उक्तः विभुत्वम् इति दोषः यद् तत्र विभुत्वं वदामश्चेत् यद्भवत्या ज्ञायते तद् मयापि ज्ञायेत इति आपत्तिः यद्भवति तद् एतादृशं परिष्कृतम्. अस्तु, पुनः इतोपि एकः प्रश्नः. यदि विभुत्वं न वदेम तर्हि किं भवति इति चिन्तयतु. आहत्य परिमाणानि कानि? अणुपरिमाणं, महत्परिमाणं, परममहत्परिमाणं. परममहत् इत्युक्ते विभुपरिमाणं. तर्हि इदानीम् आत्मा विभुपरिमाणं नास्ति चेत् तर्हि किं परिमाणं भवितुमर्हति? महत्परिमाणम् इति न अणुपरिमाणम्, अणुपरिमाणं भवितुमर्हति, न तु महत्परिमाणम् अथवा महत्परिमाणम् इति परिमाणद्वयं भवितुमर्हति खलु. ओ अणुपरिमाणं वा अथवा महत्परिमाणं मध्यमपरिमाणं वा भवितुमर्हति आत्मना. तर्हि मध्यमपरिमाणं स्वीकुर्मश्चेत् कः क्लेशः भवति? मध्यमपरिमाणं स्वीकुर्मः चेत् तत् नित्यत्वं न वक्तुं शक्यते खलु. इदानीं विभुत्वं नित्यत्वं न भवति तत्र. किमर्थं? समीचीनचिन्तनं, किन्तु अत्र इतोपि स्पष्टतया वक्तव्यम्. मध्यमपरिमाणं केषु द्रव्येषु भवति? उद्भूत यत् इन्द्रियेण द्रष्टुं शक्यते तादृशेषु एव नास्ति. उद्भूतद्रव्येषु इति न अस्तु. अन्येषां चिन्तनं किम् अत्र? प्रश्नः अवगतः खलु. एकवारं वदति वा महोदय? पुनः एकवारं वदति वा प्रश्नः? आत्मा किमर्थं मध्यमपरिमाणं न भवितुमर्हति इति प्रश्नः. जीवात्मा यदि जीवात्मा मध्यमपरिमाणः पद्म मध्यमपरिमाणवान् इति यदि अहं वदामि तदा कः क्लेशः भवति? मध्यमपरिमाणं द्रव्याणां तु नित्यत्वं नास्ति. नित्यत्वं केवलं महत्परिमाण द्रव्येषु एव वर्तते. अतः यथा अत्र इतोपि स्पष्टतया वक्तव्यम्, नित्यद्रव्यम् इति यत् अत्र यत् सत्यभामभगिन्या उक्तं तदेव भवान् अपि वदति, किन्तु अत्र नित्यत्वम् इति पदं न प्रयोक्तव्यम्. रमेश महोदय, मम चिन्तनं भिन्नं. यदि आत्मा महत् परिमाणम् अस्ति चेत् तर्हि मन आत्मन संयोगः कदा भवति, कुत्र भवति, मनसि क्रिया जायते वा इति प्रश्नः. मनसि तु क्रिया जायते वा? मनसि क्रिया जायते. मनः मूर्तद्रव्यमस्ति इति कृत्वा क्रिया जायते, सः क्लेशः नास्ति. अस्तु, तर्हि अत्र नित्यत्वम् इति न वक्तव्यं. वस्तुतः मध्यमपरिमाणं कार्येषु एव भवन्ति. नित्यद्रव्याणां परिमाणद्वयमेव भवति, यद्यपि परिमाणं स्वयं त्रिविधमस्ति. अणुपरिमाणं, मध्यमपरिमाणं, विभुपरिमाणम् इति परिमाणं त्रिविधमस्ति. तथापि नित्यद्रव्येषु केवलम् अणुपरिमाणं भवितुमर्हति अथवा विभुपरिमाणं भवितुमर्हति. मध्यमपरिमाणं कदा जायते इति चेत् यदा अणुपरिमाणवन्तोः मध्ये संयोगः जायते तदा एव मध्यमपरिमाणम् उत्पद्यते. तर्हि कार्येषु एव मध्यमपरिमाणं भवति. तर्हि इदानीम् आत्मा नित्यः इति अस्माभिः अङ्गीकृतम्. आत्मा कार्यं नास्ति इति कृत्वा आत्मा आत्मनि आत्मा मध्यमपरिमाणवान् न भवति इति वक्तव्यम्, अकार्यत्वात्. अवबुध्यते खलु सत्यभामा भगिनी? हा, अत्र नित्यत्वम् इति भवती समीचीनतया चिन्तितवती, किन्तु तत्र तद् न अवगतवती. न, अत्र यदा मया उक्तम् आत्मा यदि विभु नास्ति तर्हि मध्यमपरिमाणम् अथवा अणुपरिमाणं भवितुमर्हति इति यदि मया उक्तं तद्दोषाय. भवत्या किं वक्तव्यमासीत्? मध्यमपरिमाणं न भवति. किमर्थम्? आत्मा नित्यः इति कृत्वा. आत्मा कार्यं नास्ति इति कृत्वा. तर्हि अवशिष्टमस्ति अणुपरिमाणम् एव खलु? तर्हि इदानीम् आत्मा अणुपरिमाणमस्ति चेत् कः क्लेशः भवति? भवतु आत्मा अणुपरिमाणमिति वदेम. अणुपरिमाणम् अस्ति चेत् कदा संयोगः न जायते खलु आत्ममनसंयोगः? किमर्थं? परमाणुद्वयमस्ति, उभयोः अणुपरिमाणमेव, संयोगः न जायते किम्? आत्ममनसंयोगः. हा, आत्मा अपि अणुपरिमाणं, मनः अपि अणुपरिमाणं. यथा द्वयोः पार्थिव परमाणोः मध्ये संयोगः जायते तथा आत्ममनयोः अपि संयोगः जायते एव. आत्मा मनसा तस्य विभुत्वम् इदानीम् अङ्गीकृतं, तत् न विभुत्वं नाङ्गीकृतं, तस्मिन्नेव विषये चिन्तनं खलु. अहं वदामि विभुत्वमस्ति चेत् अत्र क्लेशः भवति. कः क्लेशः? यज्ज्ञानं भवत्या प्राप्यते तज्ज्ञानं मयि अपि भवेत्. इति आपादनं मया दत्तं, तर्हि अहं वदामि भवतु इदानीं विभुद्रव्यं नास्ति, मध्यमपरिमाणं तु न भवितुमर्हति. किमर्थमिति चेत् आत्मा नित्यः अस्ति, तर्हि अनित्यत्वं किमर्थं न स्वीकर्तुमः इति चेत् तत्र आकृतहानिः, आकृत अभ्यागमः, अपि च तत्र अस्मात् द्रव्यात् जायते इति एतत् सर्वं वक्तव्यम् इति कृत्वा आत्मा नित्यः इति परिष्कृतं. तर्हि आत्मा नित्यः अस्ति इति कृत्वा इदानीम् अनिपरिमाणं भवितुमर्हति. अनिपरिमाणमस्ति चेत् कः क्लेशः? अनुपरिमाणमस्ति चेत् यः दोषः विभौ विभुपरिमाणे उक्तं सः दोषः न भवति खलु. इदानीं मम आत्मा कुत्र अस्ति? यत्र मम शरीरमस्ति तत्रैव अस्ति इति कृत्वा यज्ज्ञानं भवत्याः आत्मनि जायते तज्ज्ञानं मयि न जायते खलु. तर्हि अत्र विशिष्टसंयोगः इति एतत् सर्वं न वक्तव्यं. तर्हि अनुपरिमाणमिति स्वीकुर्मः इति चेत् कः क्लेशः भवति? सुखदुःखम् एक शरीरे यदि शिरोवेदना भवति तर्हि केवलम् एकतले एव भवति इति न वक्तुं शक्यते. समीचीनम्, उत्तमं, किन्तु अत्र इतोपि स्पष्टतया वक्तव्यं भवता, किन्तु भवान् अवगतवान् इति मया ज्ञातम्. इत्युक्ते यदा शरीरे एकस्मिन्नेव क्षणे शिरोवेदना अपि भवति पादवेदना अपि भवति इति चिन्तयतु, तर्हि एकस्मिन् समये इदानीम् आत्मा अत्र अनुपरिमाणम् इति कृत्वा यदि आत्मा शिरसि अस्ति तदा शिरोवेदनायाः ज्ञानम् आत्मनि जायते, यदि पादे अस्ति आत्मा तदा पादवेदना जायते, पादवेदनायाः ज्ञानं जायते. किन्तु एकस्मिन् समये अहं मया पतितम् इति चिन्तयतु, तर्हि सर्वत्र ऐ हर्ट् मै सेल्फ् आल् ओवर्, ऐ हर्ट् मै हेड्, ऐ हर्ट् मै लेग् अण्ड् इट् इस् पेनिङ्ग् आल् ओवर्. यदि आत्मा अत्र अनुपरिमाणमस्ति अपि च मनः अपि अनुपरिमाणमस्ति तदा सर्वत्र जायमानवेदना मया न अनुभवितुं शक्यते इति कृत्वा अनुपरिमाणं वदामश्चेत् क्लेशः भवति. तर्हि अनुपरिमाणं न वक्तुं शक्यते, मध्यमपरिमाणं न वक्तुं शक्यते. हा, परन्तु वयं पठितवन्तः एकस्मिन् समये एकः एव ज्ञानं भवति इति. हा, इदानीम् एकमेव ज्ञानम्, किन्तु आत्मा अनुपरिमाणमस्ति चेत् शरीरे सर्वत्र विद्यमानवेदनायाः ज्ञानं न भवितुमर्हति. आत्मा विभुः अस्ति इति कृत्वा सर्वशरीरे जायमानज्ञानं वेदना ज्ञायते एकस्मिन्नेव क्षणे. ओ, मै होल् बाडी इस् हर्टिङ्ग् यु से. आत्मानुपरिमाणमस्ति चेत्, हा, आत्मा अनुपरिमाणमस्ति चेत् एतादृश अनुभवस्य उपपत्तिः न वक्तुं शक्यते. यु केनाट् एक्स्प्लेन् दिस् अनुभव. अतः आत्मा अनुपरिमाणः नास्ति, मध्यमपरिमाणमस्ति चेत् तत्र कार्यत्व आपत्तिः अस्ति इति कृत्वा मध्यमपरिमाणं नास्ति. तर्हि इदानीम् अवशिष्टमस्ति विभुपरिमाणमेव, तर्हि आत्मा विभुपरिमाणमस्ति. विभुपरिमाणमस्ति चेत् एतादृशक्लेशः भवति खलु, अत्र यस्मिन् अत्र अन्यस्मिन् आत्मनि आत्ममनसंयोगेन आत्ममन इन्द्रियसंयोगेन घटज्ञानं यज्जायते तद् मम आत्मनि अपि भवतु इति चेत् अत्र विशिष्टसंयोगः वर्तते आत्ममनयोः मध्ये. विशिष्टसंयोगः वर्तते, कथं विशिष्टसंयोगः इति चेत् विशेषः मम आत्मनि एकः विशेषः वर्तते, तस्मिन् मनसि एकः विशेषः वर्तते, स च विशेषः एव अत्र निर्वहति. किं निर्वहति? विशिष्टसंयोगं निर्वहति इति कृत्वा. अस्तु, सो समीचीनचिन्तनं जातमत्र. सो यु हाव् टु अण्डर्स्टाण्ड् आल् दीस् थिङ्ग्स्. किमर्थम् एतत् सर्वम् अस्माभिः उक्तम् इति चेत् गोग्रामतण्डुलादिमूर्तबोधकपदैः योग्यतानिर्वाह न भवन्ति आकाशं वारयति आत्मानम् आनयति वा विष्णुगुप्तः इत्यादि प्रयोगः आत्मनः विभुत्वात् आकाशस्य विभुत्वात् इति तत्र आत्मानम् आनयति वा विष्णुगुप्तः इति प्रयोगः न भवति किमर्थमिति चेत् आत्मा विभुः अस्ति इति कृत्वा तत्रैव आरब्धम् अस्य चिन्तनम् एतत् चिन्तनम् अस्तु महोदयस्य वर्गे एतत् सर्वम् उक्तं किन्तु रेकार्डिङ्ग् तस्मिन् समये नास्ति तदा एव अहम् अस्मिन् दिने पृच्छति कृतो अस्माकं वर्गस्य रेकार्डिङ्ग् अस्ति वा इति आमामामाम् अस्तु भवतु किन्तु स्वचिन्तनम् अत्र एतादृशं चिन्तनं कर्तुं शक्यते सो वी हाव् टु ओन्ली कीप् थिङ्किङ्ग् मननं कार्यं यथा मया उक्तं प्रथमं तु श्रवणं सी दट् इस् वै in my class I always go beyond the textbook satyam satyam tadayo mananam bhavati atra evameva prathamam shravanam karyam pustake kim likhitam asti granthakarasi vivaksha ka iti avagantavyam tadanantaram swachintanam karyam asu agre bhagini akashaatma akashaatma pado upasthapitarthanam dhatujanya phalashrayatva abhavat बाधानिश्चयस्य विरोधिनः सत्त्वेन बाधनिश्चयस्य योगिनः सत्त्वेन योग्यतायाः असत्त्वात् बाधनिश्चयस्य विरोधिनः योगिनः इति भवत्या पठितं विरोधिनः सत्त्वेन विरोधिनः सत्त्वेन योग्यतायाः असत्त्वात् आकाश आत्म पद पदो उपस्थित अर्थानां धातुजन्य फलाश्रय फलाश्रय असत्वात् इदानीम् आकाश आत्म पदो उपस्थित अर्थानाम् इत्युक्ते तेषां कीदृशपदार्थाः इति चिन्तयामि ते मूर्त नास्ति इति तेषु धातुजन्यफलाश्रयत्वं नास्ति इति आकाशात्मपदा पदोपस्थित पद पदोपस्थापित अर्थानाम् इति पदस्य अर्थः कः आकाश आत्मा एतेषु उपस्थित अर्थतः इति आकाशः इति पदार्थे अपि च आत्मा इति पदार्थे इति अस्य पदस्य अर्थः नास्ति आकाश आत्मपद उपस्थित उपस्थापित अर्थानाम् आकाशः इति पदमस्ति खलु आम् आकाश इति पदम् वर्णानां समूहः अस्ति पदम् आत्मा इति पदम् ताभ्यां पदाभ्याम् उपस्थित अर्थाः इत्युक्ते घट इति पदेन यः घटपदार्थः उक्तः तथा आकाश इति पदेन यः पदार्थः आकाश इति द्रव्यं यदुक्तम् अपि च आत्मा इति पदेन यद् द्रव्यम् आत्मा इति द्रव्यम् उक्तम् तेषां धातुजन्यफल आश्रय अभावात् अत्र धातुः कः वारयति इत्यत्र वारयति वारयति इति भवतु वारि वारिति धातुः आनयति इत्यत्र णि इति धातुः णि इति धातुः तर्हि वार् इति धातुः नी इति धातोः यत् फलमस्ति अत्र वार् वार् इति धातोः फलं प्रवृत्तिविघातः इति वारय वारणम् इति प्रवृत्तिविघातः न प्रवृत्तिविघातः सत्यं कोऽपि प्रवर्तति अत्र गौः कृषिं प्रति प्रवर्तति इट् वाण्ट्स् टु ईट् द ग्रास् तस्य विघातः क्रियते सो दि फलो इस् ड्रैविङ्ग् अवे द कौ ओके प्रिवेण्टिङ्ग् द कौ फ्रम् ईटिङ्ग् द ग्रास् तर्हि कृषिकारः गां कृषेभ्यः वारयति तर्हि तादृशवारणक्रिया वारणक्रिया यत् फलं जायते तस्य फलस्य आश्रयः आकाशः न भवितुमर्हति किन्तु कृषिकारः गां कृषेभ्यः वारयति इत्यत्र गौः फलाश्रयः भवितुमर्हति अत्र विघातः कर्तुं शक्यते इति कृत्वा यु केन् प्रिवेण्ट् दि कौ फ्रम् डूयिङ्ग् सम्थिङ्ग् एवम् आकाशस्य विघातः न कर्तुं शक्यते एवम् अत्र घटमानयति इत्यत्र आनेन क्रियया यः संयोगः इति फलं जायते स च फलं घटे जातुमर्हति अतः घटम् आनयति इति वक्तुं शक्यते किन्तु आत्मनि न जायते किमर्थमिति चेत् आत्मा विभुः अस्ति इति कृत्वा तस्मिन् क्रिया न जायते इति कृत्वा आकाश आत्मपद उपस्थापितार्थानाम् आकाश आत्मानां धातुजन्यफलाश्रय अभावात् अत्र वार् इति धातुः अथवा नी इति धातुः तया धातुना अथवा तयया ताभ्यां क्रियाभ्यां यत् फलं जायते तस्य फलाश्रयः एतौ न भवितुमर्हति इति कृत्वा बाधनिश्चयस्य विरोधिनः सत्त्वेन योग्यतायाः असत्त्वात् इत्युक्ते अत्र योग्यता नास्ति न भवितुमर्हति अत्र बाधनिश्चयः अस्ति खलु न भवितुमर्हति इति निश्चयः अस्ति इति कृत्वा अत्र योग्यता नास्ति तर्हि कोऽपि आकाशं वारयति इति वदति चेत् शाब्दबोधः जायते वा न भवति किमर्थं न भवति आकाशं अत्र एवं न वक्तव्यम् अत्र शाब्दबोधं जातुं चतस्रः सामग्र्यः आवश्यकता खलु योग्यता नास्ति हा इति वक्तव्यं तर्हि कीदृशयोग्यता नास्ति इति चेत् बाधनिश्चयः अस्ति बाधनिश्चयस्य विरोधिनः सत्त्वेन बाधनिश्चयः अस्ति इति कृत्वा तस्मिन् बाधनिश्चये विरोधिता अस्ति सा विरोधिता एव योग्यता इति कृत्वा योग्यता नास्ति इति वक्तव्यम् बाधनिश्चयस्य विरोधिनः सत्त्वेन बाधनिश्चयस्य विरोधिनः अत्र विरोधता अस्ति विरोधता इत्युक्ते फलाश्रयः फलम् अस्मिन् द्रव्ये आनयनफलम् इत्युक्ते संयोगम् इति फलम् आत्मनि न भवितुमर्हति इति कृत्वा अत्र योग्यता नास्ति कस्मिन् विषये अत्र आत्मा अत्र आनयनक्रियायाः फलाश्रयः भवितुं योग्यता नास्ति इति वक्तव्यम् अस्तु अग्रे रमेश महोदय पठति वा यदि च आम् महोदय यदि च आकाशं संयुन्नक्ति बालका इति प्रयोगः प्रामाणिकः गगनादीनां च विभुत्वं सर्वमूर्तद्रव्यसंयोगित्वं च आदाय इतरविभूणाम् अपि योग्यत्वम् इति विभायते तदा मूर्तवाचकपदम् इति विहाय द्रव्यवाचकपदम् इति ब्रूमः एवं च द्रव्यवाचकपदम् अत्र अस्य सकर्मक द्रव्यवाचकपदमात्रस्य पदम् अत्र अस्य इति नास्ति पदमात्रस्य द्रव्यवाचकपदं पदमात्रस्य सकर्मकधातुयोगे कर्मत्वयोग्यता निर्वाहकत्वम् इति सिद्धम् यदि आकाशं संयुङ्क्ति बालका आकाशं संयुङ्क्ति इति प्रयोगः प्रामाणिकः. गगनादीनां विभुत्वं सर्वमूर्तद्रव्यसंयोगित्वं च आदाय इतरविभूणामपि योग्यत्वं तदा हा अत्र यत् पूर्वम् उक्तं मूर्तवाचकपदम् इति यदस्ति तस्य तत्र परिष्कृतं द्रव्यवाचकपदम् इति वक्तव्यम् इति अत्र अस्ति. किमर्थं चेत् आकाशम् अपि कर्मत्वं भवितुम् अर्हति. यथा आकाशं संयुनक्ति बालका या अनुमीयते अपि वक्तुं शक्यते वा आकाशम् अनुमीयते इति. तादृशं यदा प्रयोगः प्रामाणिकः भवितुम् अर्हति तदा मूर्तद्रव्यसंयोगित्वं मूर्तवाचकपदं स्थाने द्रव्यवाचकपदम् इति वदनीयम् इति तत्र दत्तमस्ति. हा इत्युक्ते पूर्वस्मिन् परिच्छेद आकाशं वारयति इत्यत्र शाब्दबोधः न जायते इति उक्तम्. किमर्थम्? आकाशस्य विभुत्वात् फलाश्रयत्वेन धातुजन्यफल आश्रय अभावः भवति सः अभाववान् भवति सः इति कृत्वा. किन्तु इदानीं कोऽपि वदति बालका आकाशं संयुनक्ति इत्यत्र इदानीम् आकाशे कर्मत्वम् आगतं संयुनक्ति इति. यदि प्रामाणिकः इत्युक्ते अत्र वाक्यं समीचीनमेव तेन शाब्दबोधः जायते इति कोऽपि वदति चेत् अत्र किं वक्तव्यम् इति चेत् यथा सर्वेषां विभुद्रव्याणां विभुद्रव्यस्य सर्वेषां सर्वैः मूर्तद्रव्यैः सह संयोगः जायते इति यथा अङ्गीकृतं यथा इदानीमेव अस्माभिः चिन्तितम् आकाशघटयोः मध्ये यदा एकस्मिन् मूर्तद्रव्ये घटे क्रिया जायते तदा तेन तया क्रियया आकाशेनापि द्रव्येण संयोगः जायते. यद्यपि आकाशः इति द्रव्यं विभुः अस्ति तथापि तत्र संयोगः जायते इति यदि यथा अस्माभिः अङ्गीकृतं तथा अत्र वक्तव्यम् आकाशं संयुनक्ति इति वक्तव्यम् इति उक्तं. तर्हि मूर्तवाचकपदेषु एव अत्र कर्मत्वं भवति इति अनुक्त्वा द्रव्यवाचकपदम् एव भवति इति परिष्कर्तव्यम् इति यथा महेश्वरमहेश्वरे परिपालितं. तर्हि तत्र स्वचिन्तनं स्वशब्दैः वदतु महोदय किमर्थं द्रव्यवाचकशब्दानाम् एव फलाश्रयत्वं भवितुमर्हति इति. यदि द्रव्यं नास्ति तर्हि फलाश्रयमर्थं द्रव्येषु एव भवति. न बुद्धं महोदय. रूपं पश्यति इति न वक्तुं शक्यते वा? रूपं चिन्तयतु. समीचीनचिन्तनं तदेव अहं मम आशयः तदेव. इदानीं स्वचिन्तनं करोतु. अत्र रूपं पश्यति. हा रूपं पश्यति मानवः इति यदा रूपम् इति गुणः अस्ति खलु तत् तस्य तर्हि तत् कर्मत्वं रूपे अस्ति. तद् द्रव्यं भवेत् तद् न बुद्धं महोदय. समीचीनम् इति स्वचिन्तनम्. इदानीं श्रवणं जातं ग्रन्थकारस्य आशयः कः इति अवबुद्धं, विवक्षा का इति अवबुद्धं. किन्तु इदानीं स्वचिन्तनम्. इदानीं मानवकः रूपं पश्यति, नीलं पश्यति अथवा रूपं पश्यति. रूपमिति गुणः किन्तु इदानीं कर्मत्वमस्ति. तत्र कर्मत्वमस्ति इति कृत्वा एव द्वितीयविभक्तिः रूपं पश्यति मानवकः इत्यत्र कथं रूपे इति गुणे रूपम् इति गुणे रूपे गुणे कथं वा कर्मत्वम् तत्र समाधानं किं वदति भवान् द्रव्यं भवेत् कथं रूपम् इति तत्र कथं चिन्तनीयम् इति चेत् रूप हा रूपं द्रव्ये एव भवेत् इति वक्तव्यं वा रूपं इति एकं द्रव्यं विना रूपं स्वयं न तिष्ठति खलु इति एकम् अन्यत् इदानीं चक्षुसंयोगः यदा जायते तदा चक्षोः चक्षुषः संयोगः केन जायते रूपेण जायते वा अथवा रूपं यस्मिन् द्रव्ये अस्ति तेन जायते वा रूपं यस्मिन् द्रव्ये अस्ति तस्मिन् तेन हा किमर्थम् इति चेत् चक्षुः अपि द्रव्यमस्ति खलु चक्षुः अपि द्रव्यम् तैजसीयद्रव्यमस्ति चक्षुः इति कृत्वा द्रव्ययोः मध्ये एव संयोगः जायते यदि एकं द्रव्यम् अन्यत् अन्यत् गुणः अस्ति तयोः मध्ये समवायः एव जायते न तु संयोगः खलु आं महोदय हा इति कृत्वा इदानीं चक्षुसंयोगः जायते यदा संयोगः जायते तदा एव ज्ञानं भवति चक्षुसंयोगः तु द्रव्येण जायते किन्तु परम्परया द्रव्यद्वारा रूपेणापि जायते इति वक्तव्यम् इति कृत्वा वस्तुतः अत्र मानवकः रूपं पश्यति इत्यत्र केवलं गुणमेव पश्यति इति नास्ति द्रव्येण सह पश्यति तर्हि द्रव्येण सह एव ज्ञानं जायते किन्तु यदा सः वदति तस्य विवक्षा का इति चेत् इदानीं घटे नास्ति हि सीङ्ग् अ ब्यूटिफुल् ब्लू कलर् सी हि वाण्ट्स् टु ओन्ली टाक् अबौट् द ब्लू कलर् अण्ड् नाट् अबौट् द द्रव्य द द्रव्य कुड् बी जस्ट् एन् आर्डिनरी प्लास्टिक् बेग् बट् द ब्लू कलर् आन् दट् प्लास्टिक् बेग् अति उत्तममस्ति इति कृत्वा यदा सः वदति भोः अत्र पश्यतु एतत् नीलरूपं सुन्दरमस्ति नीलरूपं पश्य इति वदति सः नीलरूपं पश्य इति चेत् प्लास्टिक् बेग् मा पश्यतु रूप नील केवलं नीलरूपमेव पश्य इति आशयः नास्ति यदि सः वदति नीलरूपं पश्य तदा अत्र आश्रयेण द्रव्येण सह एव तस्य दर्शनं भवति ज्ञानमपि द्रव्येण सह एव भवति किन्तु यदा सः वदति तदा तत्र तत्र विवक्षा तत्रैव अस्ति इति कृत्वा इदानीम् अहं मम हस्ते घटी अस्ति रिस्ट् वाच् तद्दृष्ट्वा समयः कः इति चेत् ओ इदानीं समयः अष्टवादनं जातम् इति अहं वदामि तर्हि यदा अहं समयं पश्यामि तत्र घट्याः अत्र रूपं किं वाट् इस् द मेक् वाट् इस् द कलर् एतत् सर्वम् अहं पश्यामि ज्ञाने अन्तर्भूतमस्ति किन्तु मम विवक्षा कः इति चेत् ऐ डोण्ट् हाव् वेन् यु आस्क् मी वाट् इस् द टैम् ऐ डोण्ट् हाव् टु से ऐ एम् लुकिङ्ग् अट् मै रोलेक्स् विच् इस् इन् मै हेण्ड् विच् इस् गाट् अ गोल्डन् स्ट्राप् अण्ड् विच् इस् गाट् अ ब्लू डयल् यु नो द बेजल् डयल् अण्ड् द टैम् इस् 8 o'clock ऐ डोण्ट् हाव् टु से दट् किमर्थम् इति चेत् विवक्षा समये अस्ति किन्तु ज्ञानं कस्मिन् विषये जायते चेत् सर्वेषु विषयेषु ज्ञानं जायत्येव किन्तु विवक्षानुगुणं वचनं भवति इति कृत्वा तत्रापि यद्यपि अत्र अनया अनेन नियमेन रूपं पश्यति इति दोषाय भवति किन्तु तत्र रूपं तु स्वयं न तिष्ठति स्वतन्त्रतया न तिष्ठति द्रव्येण सह एव तिष्ठति इति कृत्वा परम्परया अत्र रूपेण सह संयोगः भवति इति वक्तव्यं परम्परासंयोगः स्व संयुक्तसमवेतसम्बन्धेन इति वक्तव्यं चक्षुरिन्द्रियं रूपेण संयोगः प्राप्यते केन सम्बन्धेन संयोगः प्राप्यते सम्बन्धः प्राप्यते केन सम्बन्धेन इति चेत् स्व इति चक्षुरिन्द्रियं स्वसंयुक्तम् इति घटं स्वसंयुक्तसमवेतं नीलरूपं घटे समवेतमस्ति इति कृत्वा स्वसंयुक्तसमवेतत्वसम्बन्धेन अत्र नीलरूपम् अहं पश्यामि इति वक्तुं शक्यते। अस्तु, समयः जातः, अत्र स्थगयेम। सर्वेभ्यो नमस्कारः, धन्यवादाः।